अस्तु, तर्हि अस्माकं कर्मणि प्रयोगस्य विषये पाठः जायमानः अस्ति. तत् गृहपाठः अपि जातः आकारान्तानां धातूनाम्. अत्र केचन धातवः सन्ति, तेषां कर्मणि प्रयोगे च कर्तरिप्रयोगे उदाहरणरीत्या वाक्यानि रचनीयानि आसन्. तर्हि शिवभगिनी एकं वाक्यं वदति वा? अस्तु, धातुः कर्तरिप्रयोगी, अहं शिक्षकाय पुस्तकं ददामि. कर्मणि प्रयोगी, मया शिक्षकाय पुस्तकं दीयते. हा हा, बहु समीचीनमस्ति. शिक्षकाय, अस्तु, समीचीनमस्ति वाक्यम् इति दा धातुः. पुनः के के धातवः सन्ति आहत्य तत्र? दा, मा, त्रा, ध्मा, गा, पा. धातुः अस्ति. अस्तु, दा धातुः जातः. तर्हि मीना भगिनी इदानीं मा धातुः. वणिजः वस्त्राणि मान्ति. कर्तरिप्रयोगे, कर्मणि प्रयोगे वणिग्भिः वस्त्राणि मीयन्ते. अस्तु, समीचीनमस्ति वाक्यं. हा, इदानीं श्रीनिवास अस्ति. श्रीनिवासमहोदय, अस्तु, स्वागतं. हा, श्रीनिवासमहोदय, हा, अस्तु. इदानीं अन्य कोऽपि, इदानीं सुब्रह्मण्यमहोदय वदतु एकं नूतनम्. आं महोदय, बालकाः बालिकाः च स्वामिनः अभिमुखे मधुराणि गीतानि गायन्ति. बालकेभ्यः बालिकाभिः च स्वामिनः अभिमुखे मधुराणि गीतानि गीयन्ते. हा, समीचीनमस्ति. दा जातः, मा, गा. इदानीम् एकः प्रश्नः अस्ति महोदय, इदानीं पृच्छामि, अनन्तरं पृच्छामि. गा गातुसम्बद्धप्रश्नः अस्ति वा? तस्मिन् वाक्ये अस्ति महोदय, गाधातुसम्बन्धः प्रश्नः. तस्मिन् वाक्ये, वदतु. यदि बालबालिकाः इति वदामि तर्हि अत्र कस्य तृतीयाविभक्तिरूपं नयामि इति मम प्रश्नः महोदय. पुरुषसम्बन्ध तृतीयाविभक्तिरूपम् अथवा स्त्रीलिङ्गस्य तृतीयान्तरूपं बालबालिकाः. बालबालिकाः यदि अत्र समस्तपदं तर्हि उत्तरपदस्य उत्तरपदस्य. अस्तु महोदय, उत्तरपदस्य अस्ति. अस्तु महोदय, धन्यवादः. अग्रे सुनिधि भगिनी, अग्रे सुरयः तं सुराः अमृतं पिबत् पिबन्ति. कर्मत्रयोगे सुरैः अमृतं पीयते. हा, बहु समीचीनमस्ति, सुन्दरम्. अस्तु, अग्रे सन्ध्या भगिनी वदति वा? न कृतवती खलु, कृतवती वा? किञ्चित् कृतवती. अस्तु, एकं वदतु. आम्, अहं केवलं द्वयो दातौ कृतवती. अस्तु अस्तु, यत्किमपि. अहं फलं जिघ्रामि, मया फलं घ्रायते. अस्तु, वस्तुतः फलस्य गन्धम् इति प्रायः स्यात्. ओ अस्तु, फलं हा भवितुमर्हति, चिन्तनीयमस्ति, किन्तु तत्र प्रायः अवगम्यते श्रोतृभिः यत् गन्धमेव इति अस्ति. अस्तु, समीचीनम्, अग्रे गच्छेम. इदानीं लक्ष्मीभगिनी वदति वा? हा महोदय, घ्राधातुः कर्तरिप्रयोगे अहं धातु इदानीम् अभवत् नूतनं किमपि धमा धातुः धमति धमति. अर्चकः देवालये घण्टां धमति. अर्चकेन देवालये घण्टा ध्मायते. हा अस्तु, समीचीनमस्ति. नूतनं किम् अवशिष्टमस्ति? सन्दीपमहोदय वदति वा? महोदय, हलो, हा हा वदति वा? का धातु गा? कविना गीतं, कविः गीतं गायति. कविना कविना गीतं गीयते. हा इति समीचीनमस्ति. सहदेव महोदय अग्रे. हा, सहदेवः भजनं गायति. सहदेवेन भजनं गीयते. हा समीचीनमस्ति, बहु सम्यक् अस्ति. हा श्रीनिवासमहोदय अग्रे. ग्राधातु कुक्कुरः वैदेशिकं जिग्राति. कर्मणि प्रयोगे कुक्कुरैः वैदेशिका ग्रायते. पादातु पुनः पुनः पुनः वाक्यं वदतु. तत्र शब्दः, द्वितीयशब्दः कः? वैदेशिक वैदेशिकं द्वितीयविभक्तिः अस्ति महोदय कर्तरिप्रयोगे. हा अस्तु अस्तु, पुनः वाक्यं वदतु. कुक्कुरः वैदेशिकं जिग्राति जिग्रति. कर्मणि प्रयोगे कुक्कुरैः वैदेशिका ग्रायते. वैदेशिक मतलब माने इच्छामि तत्र स्त्रीलिङ्गशब्दः अस्ति न, तत्र पुल्लिङ्गशब्दः खलु अथवा किं किम् वैदेशिक वैदेशिकः इति वैदेशिकः इति वा डिक्षनरि मध्ये वैदेशिक पुल्लिङ्गशब्दः हा इति वैदेशिकः वैदेशिकः इति वैदेशिकः इति स्त्रीलिङ्गे अपि स्यात्, किन्तु अत्र नाम स्पष्ट यत्र कर्मणि प्रयोगे भवति तत् यत् यस्य पदस्य प्रयोगं वयं कर्तुम् इच्छामः तत्तु प्रथमं कार्यमस्ति. कर्मपदस्य लिङ्गं किं तदाधारेण खलु तत्र प्रथमविभक्त्यन्तं रूपं स्यात्. तर्हि स्पष्टतया वक्तव्यमस्ति. पुनः वाक्यं वदतु. वैदेशिकः ग्रायते. हा हा हा इति अस्ति. अस्तु अग्रे. पादातु रोगी औषधं पिबति. रोगिणा औषधं पीयते. औषधम् औषधमिति न पुंसकलिङ्गशब्दः खलु औषधम्. स्पष्टतया वक्तव्यमस्ति. समीचीनम्. अस्तु, सर्वे धातवः जाताः. धा कोऽपि धा दातुं वदति वा? लक्ष्मीभगिनी वदतु. धात्र नास्ति महोदय. धात्र धा धातुः धा न ओ न उक्तं न मया न लिखितमासीत् इति वा? आम्, षड् धातवः एव. ओ धा धा धातुः नासीत्. ओहो लेखनीयमासीत्. अस्तु, गु मा गा पा अस्तु अस्तु अस्तु रूपं दधाति धीयते हा इति अस्ति ददति दीयन्ते इति अस्ति महोदय ददति इति न धा धातुः दधाति इति अस्ति दधाति सः बहुवचनरूपं वदति दधति इति बहुवचने दधति इति अस्ति हा दधति बहुवचने हा अस्तु अस्तु सुब्रह्मण्यं महोदय अन्यत् किमपि वदतु अन्य अस्ति अत्र मम पार्श्वे मा धातु कृते एकवाक्यमस्ति महोदय यदा कदापि माता शिशुं चिकित्सालयम् आनयति तदा वैद्यः तं शिशुं माति कर्तरीप्रयोगे कर्मणि प्रयोगे यदा कदापि मात्रा शिशुः चिकित्सालयम् आनीयते तदा वैद्येन सः शिशुः मीयते कर्मणि प्रयोगे पुनः वदतु यदा कदापि मात्रा शिशुः चिकित्सालयम् आनीयते तदा वैद्येन सह शिशुः मीयते अत्र एकः प्रश्नः अस्ति महोदय चिकित्सालयं तस्य अपि विभक्तिरूपपरिवर्तनं भवति वा न इति तत्कारणात् एव इदानीं चिकित्सालयं हा तत्तु अस्ति अत्र नियमं वदामि एकनिमेषः यत्र यत्र द्विकर्मकधातुः अस्ति खलु महोदय द्विकर्मकधातूनां कृते तत्र गणद्वयं भवति अत्र षोडशधातवः सन्ति खलु आं महोदय द्विकर्मक शृणोतु दूह्यते अत्र दोग्धि इति अस्ति खलु दोग्धि इति प्रथमधातुः अस्ति दूह्यते इत्यारभ्य मुष्यते मुष्णाति इत्यस्य द्वादशधातवः सन्ति दोग्धि इत्यस्मात् आरभ्य मुष्णाति इति पर्यन्तं यावत् तेषाम् अन्तर्भूताः धातवः सन्ति यावन्तः गौणे कर्मणि लकारः कृतः अतः गौणकर्मणः अभिधानात् गौणकर्मणः न द्वितीया अपि तु प्रथमा नीयते इति आरभ्य ऊह्यते नाम नयति हरति कर्षति वहति इति भवतः प्रश्नः अस्ति खलु आनयति नयति हरति कर्षति वहति नीयते इति आरभ्य ऊह्यते इत्यन्तं यावत् प्रधाने कर्मणि लकारः कृतः अतः प्रधानकर्मणः अभिधानात् प्रधानकर्मणः परा द्वितीया न अपि तु प्रथमा अस्तु महोदय अत्र शिशुः शिशुं चिकित्सालयम् आनयति माता शिशुं चिकित्सालयम् आनयति तर्हि अत्र मया प्रथमतया मया किम् उक्तम् अत्र प्रधानकर्मणः अभिधानात् प्रधानकर्मणः द्वितीया न अपि तु प्रथमा अस्ति प्रधानकर्मणः चतुर्णां धातूनां कृते कर्मणि प्रयोगे प्रधानकर्मणः परिवर्तनं भवति न तु गौणकर्मणः चतुर्णां तर्हि किं भवति कर्तरीप्रयोगे द्वयोः द्वयोः पुनः कर्तरीप्रयोगे वदतु, अपि च द्वयोः कर्मपदयोः मध्ये किं प्रधानकर्म पदं किं गौणकर्मपदम् इति वदतु. यदा कदापि माता शिशुं चिकित्सालयम् आनयति. अस्तु, तावदेव अस्ति. इदानीं यदा कदापि न अपेक्षितमस्ति. इदानीं माता शिशुं चिकित्सालयम् आनयति. हा, शिशुं चिकित्सालयम् आनयति. अत्र प्रधानकर्म मम चिन्तनमस्ति शिशुं महोदय. प्रधानकर्मपदं शिशुं, गौणकर्मपदं चिकित्सालयम् इति मम चिन्तनमस्ति. इति सत्यमस्ति. अस्तु महोदय. अत्र परिवर्तनं कर्मणि प्रयोगे मात्रा शिशुः चिकित्सालयम् आनीयते. इति अस्ति. इति अस्ति. प्रधानकर्मणः तत्र परिवर्तनं भवति. नयति, हरति, कर्षति, वहति, सर्वे लिखन्तु तत्रैव. अपि च दोग्धि इत्यस्मात् आरभ्य मूषणातिपर्यन्तं गुणपद कर्मपदस्य परिवर्तनं भवति. बुद्धम्? आं महोदय, धन्यवादः. इति नियमः अस्ति. अस्तु, अग्रे तर्हि लक्ष्मीभगिनी वदतु. मम पार्श्वे केचन वाक्यानि सन्ति महोदय. कानिचन वाक्यानि सन्ति. घ्राधातुः जिघ्रति कर्मणि कर्तरिप्रयोगे. अहं मत्स्यानां गन्धं न जिघ्रामि. अहं मत्स्यानां गन्धः न घ्रायते. अहं मया मत्स्यानां गन्धः न घ्रायते. समीचीनमस्ति. अस्तु, कर्तरिप्रयोगे धुमाधातुः धमति. केचन यन्त्राणि अग्निं विधमापयति कर्तरिप्रयोगे. तत्र निच् अस्ति. अस्तु, कैश्चन यन्त्रैः अग्निः विधमापयते. न, तत् समीचीनं नास्ति. अत्र किञ्चित् भिन्नमस्ति, यतोहि णिजन्तदातुः अस्ति. इदानीं नूतनदातुः अस्ति. यदा पठ् धातुः, णिजन्तदातुः भवति पाठि. गम् धातुः णिजन्ते गमि. मा धातुः णिजन्ते मापि. मापयति इति उक्तवती खलु. विद्मापयति. तत्र मापयति इति अस्ति, विद्मापयति. तस्य कर्मणि प्रयोगः कः? अत्र मा धातोः माति इत्यस्य किं भवति? मीयते. इदानीं मा धातुः मापि इति भवति चेत् तत्र नूतनधातुः अस्ति. इति कारणेन तत्र ईत्वं न भवति. तर्हि ईत्वं न कृतं भवत्या, किन्तु तथापि समीचीनं नास्ति. पाठयति इत्यस्य किमस्ति? पाठयति बालकाः. शिक्षकः बालकं पाठयति. तत्र किं भवति वदतु. अन्य कोऽपि शिल्पा भगिनी वदतु. किमपि नास्ति अत्र. पाठयति पाठ्यते. हा, वाक्यं वदतु. शिक्षकः बालकं पाठयति. शिक्षकः बालकं पाठयति. शिक्षकेन बालकः पाठ्यते. पाठ्यते इति अस्ति. तर्हि इदानीं पुनः वदतु भगिनि. केचन यन्त्राणि अग्निं विद्मापयति, कैश्चन यन्त्रैः अग्निः विद्मायते. कर्तरिप्रयोगस्य रूपं किम् आसीत्? विद्मापयति. हा, तर्हि किम् अभवति कर्तरि कर्मणिप्रयोगे? पाठयति, पाठ्यते, विद्मापयति, विद्मायते. न, पकारः अस्ति खलु, पकारः कुत्र? विद्माप्यते. हा, समीचीनमस्ति. इदानीं अस्तु, सुनीति भगिनि अन्यत् वाक्यं वदतु. कर्तरिप्रयोग मा धातु सः भूभागं माति. तेन भूभामः मीयते. हा हा हा, समीचीनमस्ति. इदानीं पुनः कर्मपदं किम् आसीत्? भूभागः. तर्हि पुनः वाक्यद्वयं वदतु एकवारं. सः भूभागं माति. तेन भूभागः मीयते. हा, इदानीं बहु सम्यक् अस्ति. हा, अस्तु अस्तु. सन्ध्या भगिनी वदतु. क्षम्यताम्. सा दधातुः अस्ति महोदय. हा हा, वदतु. ओके, अस्तु. सा गृहपाठं ददाति, तया गृहपाठः दीयते. अस्तु, समीचीनमस्ति. हा, समीचीनमस्ति, सम्यक् अस्तु. तर्हि अस्माकं सूत्रं किम् आसीत्? मीना भगिनी वदति वा? स्मरामि महोदय. लिखितवती पठति एव. क्षिप्तवती, त्यक्तवती, अवकरः जातः. इदं नास्मि. अस्तु अस्तु. सुब्रह्मण्य महोदय वदति वा? घूमास्था गापा जहातिसां फलि. हा, घूतिदेन दा धा द्वयोः. घू मा स्था गा पा जहाति साम हलि. अत्र स्था धातोः उदाहरणं किमर्थं न दत्तम् अस्माभिः? भावे प्रयोगे, कर्मणि प्रयोगेन. कर्मणि प्रयोगेन, हा, समीचीनमस्ति. किमर्थम्? अकर्मकधातुः. हा, बहु समीचीनमस्ति भगिनि. हा, स्था धातुः, तत्र कर्तरिप्रयोगे किं भवति? तिष्ठति. हा, तिष्ठति, तिष्ठति. स्था धातुः अकर्मकः, अतः तस्य कर्मणि प्रयोगः न भवति. भावे प्रयोगः भवति. अग्रिमे पाठे भावे प्रयोगः भविष्यति इति कृत्वा तत्रैव वक्ष्यामः. समीचीनम्. घू मा स्था गा पा जहाति सां हलि इति सूत्रमस्ति, सर्वेषां मनसि भवेत्, अनेन विस्मरणं न भवति, यतोहि अत्र केषाञ्चित् परिगणितानां आकारान्त धातूनाम् एव ईत्वं दीर्घ इकारः भवति. दाधा मा गा पा जहातीसां नाम हा धातोः अपि च सो धातोः इति एव अस्ति, तावदेव. अतः अस्माकं ज्ञादातुः तथा नास्ति, घ्रादातुः तथा नास्ति, धुमादातुः तथा नास्ति. ज्ञादातुः इति अस्य उदाहरणं शुभभगिनी वदतु. अस्तु, सञ्जीवमहोदय वदतु. ज्ञादातु देवः सर्वं जानाति. देवेन सर्वः ज्ञायते. सर्वमिति नपुंसकलिङ्गशब्दः. सर्वं देवेन ज्ञायते. देवेन सर्वं ज्ञायते, बहु समीचीनमस्ति. ज्ञायते अत्र ज्ञादातुः, घ्रादातुः, धमादातुः, एते त्रयः धातवः. अपि च सूत्रे अन्तर्भूताः धातवः तान् विहाय अन्ये सर्वे आकारः धातवः सामान्यधातवः सन्ति, तेषां परिवर्तनं न भवति. ज्ञादातुः जानाति, ज्ञायते, ज्ञायते, घ्रायते, धुमायते, आकारः तिष्ठति एव. केवलं ददाति, दीयते, माति, मीयते इत्यादि नामरूपाणि. अस्तु, समीचीनमस्ति. आकारान्तानाम् अग्रे गच्छेम तर्हि. इदानीम् अवधेयमस्ति. अवधेयं एकः गौणकर्म इति एकः वाक्यं करोमि, सन्देहः अस्ति. चोरः पाठशालां गटीहरति, चोरेण पाठशालया. न, पुनः कर्तरी वदतु. चोरः पाठशालां गटीं हरति, गटी घटी घटी अस्ति, पाठशालां घटीं हरति, चोरेण पाठशालया घटीं हरति. पाठशाला एव गौणकर्मपदं. पाठशाला हा, अत्र गौणपदं किमस्ति? पाठशाला. हा हा हा, अतः नियमः कः अस्ति अत्र? चोरः पाठशालया घटीं हरति. न, पाठशालया इति तृतीयविभक्तिः किमर्थं तत्र? कर्तृपदं किम् अस्मिन् वाक्ये? कर्तृपदं किं कर्तरिप्रयोगे वाक्यं वदतु. चोरेण पाठशाला घटीं. न, कर्तरिप्रयोगे वदतु. चोरः पाठशालां घटीं हरति. हा अस्तु, अस्मिन् वाक्ये कर्तृपदं किम्? कर्तृपदं चोरः. हा, कर्तृपदस्य तृतीयविभक्ति अन्तं रूपं भवति खलु? चोरेण. अपि च प्रधानकर्मपदं किम्? प्रधानकर्मपदं घटीम्. हा, घटी. हा, तर्हि पुनः वदतु. चोरेण पाठशाला घटीं हरति, गौणकर्मपदम् एव विपरिणमति. न, गौणपदमिति न उक्तं खलु. नीयते इति आरभ्य ऊह्यते इति पर्यन्तं तत्र प्रधानकर्मणः द्वितीय न अपि तु प्रथमः नाम तस्य परिवर्तनं भवति प्रधानकर्मपदस्य. ओके, विपरीतम् अवगच्छामि, क्षम्यताम्. तर्हि सम्यक् रीत्या वदतु एकवारं. चोरेण पाठशालां घटी हरति. हा, इति अस्ति. समीचीनं, धन्यवादः. महोदय अत्र क्रियापदस्य परिवर्तनमपि भव तत्र इदानीमेव उच्यते तत्र हरति इति हरति धातुः कः क्रियते क्रियते धातुः कः हृ धातुः अस्ति तत्र ह्रियते इति भवति ह्रियते स्वीकारः अस्तु तर्हि अत्र तत्र अन्यत् उदाहरणं द्रष्टुमिच्छति वा तत्र किं नयति नयति हरति वहति वहति इति कोऽपि वदति वा अस्तु अत्रैव उदाहरणमस्ति कृषिकः अजापुत्रं नगरं वहति कृषिकः अजापुत्रं नगरं वहति तस्य कर्मणि प्रयोगे किं स्यात् कृषिकेन अजा न अन्य कोऽपि वदति अन्य कोऽपि भवती उक्तवती इदानीम् अन्य कोऽपि तत्र श्रीनिवासमहोदय वदति वा आं महोदय कर्तृप्रयोगे वाक्यं कृषिकः कृषिकः अजापुत्रं नगरं वहति अस्तु महोदय कृषिकः अजापुत्रं नगरं वहति कर्तृप्रयोगे कृषिकः कृषिकेन अजापुत्रं नगरः वहति अत्र कर्तृप्रयोगे कृषिकः अजापुत्रं नगरं वहति तत्र प्रधानकर्मपदं किं प्रधानकर्मपदं नगरं महोदय न प्रधानकर्मपदं कथं नाम यस्य परिवर्तनं न भवति अत्र प्रधाननित्यकर्मपदं तत्रैव अस्ति अजापुत्रं नगरं पश्यतु कृषिकः अजापुत्रं नगरं वहति तत्र विकल्पेन यत्र कर्मपदस्य द्वितीयविभक्तिः न भवति तत्र सुब्रह्मण्यमहोदय वदतु तत्र रूपं किं स्यात् कर्तृप्रयोगे वहति अस्तु महोदय पूर्णवाक्यं वदामि महोदय कर्तृप्रयोगे एव कर्मणि न कर्तृप्रयोगे कृषकः अजापुत्रं नगरं वहति अथवा कृषिकः अजापुत्रं नगरे वहति अथवा कृषिकः अजापुत्रं नगराय वहति हा इति अस्ति हा तर्हि गौणपदस्य परिवर्तनं तादृशं भवति यस्य विकल्पेन अन्य कारकं भवति अन्यत् कारकं भवति नगरं नगरे नगराय इति अपि भवितुं किन्तु अजापुत्रं तु अस्ति एव कर्मपदं नित्यं प्रधानकर्मपदं तर्हि कृषिकः अजापुत्रं नगरं वहति कर्मप्रयोगे किं भवति कृषिकः कृषिकेन अजापुत्रं अत्र प्रश्नः अस्ति यत् अजापुत्रं नगरं द्वयोः मध्ये प्रधानकर्मपदं किम् अजापुत्रं प्रधानकर्मपदमस्ति हा तर्हि तर्हि तस्य परिवर्तनं भवति कर्मप्रयोगे अस्तु कृषिकेन अजापुत्रेण नगरं न न कर्मपदस्य का विभक्तिः भवति कर्मणि प्रयोगे क्षमताम् कृषिकेन अजापुत्रः नगरं वहति वहति इत्यस्य ऊह्यते इदानीं वा किं वदतु कृषिकेन अजापुत्र कृषिकेन अजापुत्रः नगरम् ऊह्यते इति वाक्यमस्ति इदानीं कृषिकः इत्यस्य तृतीयविभक्त्यन्तं रूपं किम् आसीत्? कृषिकेन. तत्र नकारस्य णत्वं भवति न वा? णत्वं णत्वं विषये किञ्चित् जानाति वा? नकारे दन्त्यनकारस्य स्थाने मूर्धन्य णकारः कस्यां दशायां भवति इति जानाति वा? कदापि श्रुतं वा? णत्वं नाम किमिति जानाति वा? अस्तु अस्तु अस्तु. तर्हि नियमः अवश्यं ज्ञातव्यः अस्माभिः सर्वैः. अत्र रसाभ्यां नूनः इति रसाभ्यां नूनः इति किञ्चन सूत्रमस्ति. इदानीं नास्ति चिन्ता, किन्तु नियमः अस्ति यत् एकस्मिन् पदे, एकस्मिन् शब्दे, एकस्मिन् पदे रेफः अथवा कृष्णऋकारः अथवा मूर्धन्यषकारः अस्ति चेत् तस्मिन्नेव पदे अनन्तरम् आयाति दन्त्यनकारः इति चेत् तस्यां दशायां दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः भवति. अणकारः भवति. अतः अत्र कृषिकेण, यतोहि कृष्णऋकारः अस्ति खलु, मूर्धन्यषकारः अस्ति खलु, कृषिकेण मूर्धन्यषकारः भवति, अणकारः भवति. बुद्धम्? अस्तु. तथा अग्रे अपि वक्तव्यमस्ति किञ्चित्, किन्तु इदानीं मास्तु. इति सामान्यनियमः अस्ति. प्रथममस्ति रेफः ऋकारः षकारः, अनन्तरं नकारस्थाने अणकारः भवति. अस्तु अग्रे गच्छेम तर्हि. इदानीं अवधेयमिति लिखितमस्ति, तत्र सन्ध्या भगिनी पठतु. ईकारान्तानाम् उकारान्तानां च धातूनां कर्मणि प्रयोगे दीर्घं रूपं भवति. दीर्घमिति न, दीर्घम्. ओ, दीर्घम्. हा, यथा? यथा क्षीयते, स्तूयते. हा, जी जीयते, स्तु स्तूयते इति अस्ति. तदर्थम् अशीघ्रमेव सूत्रं वदामि, ये ज्ञातुमिच्छन्ति. तत्र सूत्रमस्ति, नियमः कः इति चेत्, अकृत् सावधातुकयोः दीर्घः, अकृत् सावधातुकयोर्दीर्घः इति सूत्रमस्ति. नाम यः प्रत्ययः इदानीं कर्मणिप्रयोगे यत् भवति तस्य प्रत्ययस्य नाम यक्, यकारः, यः मध्ये यकारः भवति खलु, गच्छति गम्यते, पठति पठ्यते, मध्ये यकारः श्रूयते खलु, पठ्यते, गम्यते, लिख्यते, यकारस्य नाम तत्र यक् अस्ति. यक् अकारककारयोः लोपः भवति, य इति अवशिष्यते. तत्र यक् यक् इति प्रत्ययः न कृत् न वा सावधातुकः, तस्यां दशायाम् अकृत् अकृति असावधातुके अजन्तानां धातूनां दीर्घः इति नियमः अस्ति. अकृत् अकृति असावधातुके अजन्तानां दीर्घः इति अकृत् सावधातुकयोः दीर्घः इति सूत्रमस्ति. तर्हि अनेन अजन्तानां धातूनां दीर्घः भवति इति सामान्यनियमः. नाम अयं नियमः सामान्यः, सर्वेषाम् अजन्तानां धातूनां दीर्घः भवति यकि परे, यक् परे, यकि परे, यक् इति ते कर्मणि प्रयोगे. अतः जी जीयते, स्तु स्तूयते, यतो हि जी इति अजन्तधातुः अस्ति, अच् अन्ते यस्य सः अजन्तधातुः अस्ति. जीयते, स्तूयते, हा अत्र सुब्रह्मण्यमान तत्र सूत्रं मनसि अस्ति वा? आं महोदय, इदानीं अकृत् सार्वधातुकयोः दीर्घः हा इति सूत्रमस्ति. हा बहु समीचीनमस्ति, इति सामान्यसूत्रमस्ति. इदानीं द्वितीयनियमं पश्येम, तत्र सञ्जीवमहोदय पठति वा अग्रे? ईकारान्तानाम् ऊकारान्तानां च धातूनां कर्मणि प्रयोगे दीर्घं रूपं भवति, यथा नी नीयते, धू धूयते. हा समीचीनमस्ति. अनेन एव सूत्रेण अजन्तदातुः अस्ति नी, तस्य दीर्घादेशः तु भवति एव, यथावत् तिष्ठति. ईकारः दीर्घीकारः तु अस्ति एव, तिष्ठति एव. अनेन एव सूत्रेण नी नीयते, धू धूयते. अतः तत्र न कापि चिन्ता अस्ति, न कापि समस्या अस्ति. अकृत् सावधातुकयोर्दीर्घः इति सूत्रेण दीर्घादेशः भवति, यथावत् तिष्ठति. अस्तु, तर्हि इति सामान्यनियमः अस्ति. इदानीं वैशिष्ट्यमस्ति अग्रे. शुभा भगिनी पठतु कृपया. ऋकारान्तस्य धातोः रि ऋकारान्तस्य किर् एकारान्तस्य आ इति च प्रायः भवति. यथा र ख क्रियते क्रियते, ह हि क्रियते, ज्ञै ज्ञै ज्ञायते. ऋकारान्तस्य धातोः रि ऋकारान्तस्य ईर् ऐकारान्तस्य आ इति प्रायः भवति. अत्र यथा क्रीडातुः क्रियते भवति. अत्र सूत्रमस्ति ऋत इद्धातोः, ऋत इद्धातोः इत्यनेन ऋकारान्तानाम् इर् आदेशः भवति. क्षम्यतां, रि इर् इति न रि, ऋत इद्धातोः इत्यनेन ऋकारान्तानां रि इति भवति, रि इति आदेशः भवति. क्षम्यतां, तत्र हृदय धातु इति दीर्घानाम् अत्र मम भवति स्म. अत्र रिङ् तत्र अग्रिममस्ति, तृ दीर्घटिकारान्तानां कृते. तत्र ऋकारान्तानां कृते सूत्रमस्ति रिङ् शय ग्लिङ्क्षु, रिङ् शय ग्लिङ्क्षु, रिङ् शय ग्लिङ्क्षु इत्यनेन ह्रस्वऋकारान्तानां रि नाम रिङ् इति अस्ति, रिङ् तत्र ङकारस्य इत्संज्ञा लोपश्च इत्यनेन रि इति तिष्ठति. रिङ् शय ग्लिङ्क्षु, रिङ् शय ग्लिङ्क्षु इति सूत्रेण ऋकारान्तानां रि इति भवति. अनेन कृ क्रियते, रि रि रि इति आदेशः, रिङ् ऋकारस्य लोपः, रि रि इति तिष्ठति. अतः कृ इत्यस्य ऋकारस्य स्थाने रि इति आदेशः भवति. तस्य नाम अस्ति रिङ्, रिङ् इति आदेशः भवति, क्रियते इति भवति, क्रियते इति भवति. इदानीं दीर्घऋकारान्तानां कृते ऋत इद्धातोः इत्यनेन ऋकारान्तानाम् इर् इर् ह्रस्व इकारः इर्, अनन्तरं ततः अग्रे यः प्रत्ययः अस्ति सः हलादिः अस्ति चेत्, यथा यक् हलादि यकारः हल् वर्णः अस्ति, व्यञ्जनमस्ति इति कारणेन. एकम् अन्यत् सूत्रमस्ति हलि च, हलि च इत्यनेन स च इकारः दीर्घः भवति, अतः ईर् भवति. प्रथमतया ईर् भवति, अनन्तरम् ईर् भवति. अत्र सूत्रद्वयमपि विशिष्टसूत्रमस्ति. नाम सामान्यसूत्रम् अकृत्सार्वधातुकयोर्दीर्घः इत्यनेन अत्र केवलं दीर्घ आदेशः भवति स्म, यतोहि तत्र आदेश नियमः अस्ति अजन्तानां दीर्घः, यथा जी जीयते स्तूयते. सूत्रमस्ति अजन्तानाम् अजन्तधातुः. कृधातुः अपि अजन्तः अस्ति, तृधातुः अपि अजन्तः अस्ति, अतः अत्रापि केवलं दीर्घः इति भवति स्म. किन्तु विशिष्टसूत्रमस्ति, नाम अपवादभूतसूत्रमस्ति, ऋङ्क्षयग्लिङ्क्षु अपि च ऋत इद्धातोः द्वयोः विशिष्टसूत्रयोः कार्यम् इदं भवति यत् सामान्यसूत्रं प्रबाध्य बाधा भवति. सामान्यसूत्रस्य कार्यं भवति स्म किन्तु अत्र न भवति. अतः कृ इत्यस्य रि, तृ इत्यस्य इर्, य हल् वर्णः अस्ति इति कारणेन, व्यञ्जनमस्ति इति कारणेन दीर्घः भवति, तीर्यते. तर्हि कृ क्रियते, तृ तीर्यते. अनन्तरं ध्यै धातुः, सुब्रह्मण्यं तत्र गते सप्ताहे भवान् पृष्टवान् खलु गै धातुः गा किमर्थमस्ति. गै धातुः गा किमर्थमस्ति, एकं सूत्रं मया उक्तम्, आदे च उपदेशे अशिति, आदे च उपदेशे अशिति इति गै स्थाने गा इति भवति. इदानीं लट्लकारे गायति, तत्र आकारः अनेन सूत्रेण इति नास्ति, अत्र अशिति अस्ति खलु. गै धातुः तत्र भुवादिगणे अस्ति, शप् इति विकरणप्रत्ययः अस्ति, शप् शित् अस्ति, तत्र न भवति. गै अति तत्र सन्धिकार्यमस्ति, ज्ञातवान्तसन्धिं कृत्वा आयादेशः भवति गायति, तत्र आत्वं नास्ति, अत्र भवति. अत्र भवति न बहु अत्र यथा ध्यायते, अत्र गा गीयते, तत्र पुनः अन्यत् सूत्रमागत्य तत्र घुमास्ता गा इत्यनेन तत्र दीर्घकारः भवति कर्मिप्रयोगे. किन्तु ध्यै इत्यस्य ध्यायते अनेन सूत्रेण, आदे च उपदेशे शिति एजन्तस्य आत्वम् अशिति, यक्षित् नास्ति. अस्तु, यत्किमपि भवतु, अत्र कृ क्रियते, तृतीयते, ध्यै ध्यायते इति अस्माकं साधारणनियमाः इदानीम् आगताः. तर्हि अभ्यासं कुर्मः. तावत् प्रश्नः अस्ति. अकृत् सर्वधातुक इति किम् अस्ति, यक् यक् प्रत्ययः सर्वधातुक अस्ति वा? नास्ति नास्ति न अकृत् सार्वधातुकयोर्दीर्घः इति इत्यनेन अकृति असार्वधातुके, कृत् नास्ति चेत् यक् न यक् न कृत् न वा सार्वधातुकः, अतः अजन्तानां दीर्घः भवति. यतोहि यक् न कृत् न वा सार्वधातुकः. अतः अकृत् सार्वधातुकयोः इति द्वन्द्वसमासः अस्ति. नकारार्थे अ इति अस्ति, द्वयोः अपि अन्वयः कृत् सार्वधातुक. अस्तु, अग्रे गच्छामः तर्हि. अग्रे लक्ष्मी भगिनी, अग्रे अभ्यासः कस्यचित् प्रश्नः. सहदेव महोदय, सर्वम् अवगच्छति वा? आम् किञ्चित् अवगच्छामि महोदय. नाम सूत्राणां किमभवत् इदानीम् अस्माकं ध्वनिः, पश्यतु, अस्माकं तत्र सूत्राणि यानि मया उक्तानि तेषाम् आवश्यकता नास्ति. किन्तु सरलरीत्या यत् अत्र लिखितमस्ति, धातोः अन्ते इ उ अस्ति चेत् तत्र दीर्घः, जी जीयते, स्तु स्तूयते, पुनः नि नीयते, धू धूयते इति अवगच्छति वा? अवगच्छामि. हा पुनः क्रीडातुः क्रियते, त्रीडातुः तीर्यते, ध्यायि धातुः ध्यायते इति कर्मणिप्रयोगस्य नियमः नियमाः यथा जि धातुः जयति इति अस्ति, जयति कर्तरि, किन्तु कर्मणि जीयते. कर्मणिप्रयोगस्य रूपं यथा धातुः भवति, सामान्य नियमः अस्ति यत् यथा धातोः आकारः अस्ति तथा भवति आकृतिः, यथा धातोः आकृतिः यथा दृश्यते धातुः तथैव कर्मणि प्रयोगे सामान्यतया भवति. महोदय, नियमः इत्युक्ते नियमः नियमः नियमः नियमः इत्युक्ते रूल्, नियमः इत्युक्ते रूल्, रूल् आर् यु एल् ई. ओ अस्तु अस्तु, अत्र नियमः अस्ति, नूतनः नियमः. अवगतम्? अवगच्छामि. अस्तु, लक्ष्मी भगिनी पठतु कृपया. अधस्तनवाक्यानि कर्मणि वाक्यत्वेन परिवर्तयत. कर्तृप्रयोगः कर्मणि प्रयोगः. रक्षकः शत्रून् जयति, रक्षकेण शत्रवः जीयन्ते. भक्ता पुष्पाणि चिनोति, भक्ता अत्र भक्ताः महोदय, न भक्ता एकवचने, किं भक्ताः किमर्थं? भक्ता पुष्पाणि चिनोति, स्त्रीलिङ्गे, स्त्रीलिङ्गे अस्ति. ओ ओके. भक्त्या भगिनी भक्तया भक्त्या लता लता लतया भक्तया हा भक्तया पुष्पाणि चीयन्ते. हा चीयन्ते, समीचीनमस्ति. अग्रे सुनिधि भगिनि. सुनिधि गता नास्ति. ओ नास्ति, अस्तु तर्हि अन्यवर्गः अस्ति. ओ अन्यवर्गः अस्ति, अन्य अन्य नृत्याभ्यासं करोति. अस्तु अस्तु अस्तु, प्रतिसप्ताहं तथा नास्ति खलु? गते सप्ताहे इदानीम् अस्ति. ओ इदानीम् अद्य एव अथवा सर्वदा? अद्य एव, अद्य एव. अस्तु अस्तु अस्तु, अग्रे अग्रे मीना भगिनी अग्रे. शिक्षिका ग्रन्थम् अधीते, शिक्षिकया ग्रन्थः ग्रन्थः ग्रन्थं नपुंसकलिङ्गं वा पुल्लिङ्गशब्दः? पुल्लिङ्गशब्दः. शिक्षिकया ग्रन्थः अधीयते. अधीयते, समीचीनमस्ति. अस्तु अग्रे श्रीनिवासमहोदय अग्रे. अस्तु महोदय. अधिकारी विचारान् शृणोति, अधिकार्या अधिकारी इति कीदृशपदमस्ति? अधिकारी स्त्रीलिङ्गशब्द न, न अत्र स्त्रीलिङ्गे नास्ति. अधिकारी पुल्लिङ्गशब्दः अस्ति. हा तस्य प्रातिपदिकं मुख्य मूलरूपं किं तत्तु ज्ञातव्यमस्ति. सुब्रह्मण्य महोदय. अधिकारिन् अत्र, अधिकारिन् महोदय अत्र, अधिकारिन् नकारान्तशब्दः. अस्तु महोदय. अधिकारिणा विचारः विचाराः श्रूयन्ते. अत्र अत्र पूर्वतने पुटे एतत् सर्वं द्रष्टव्यमासीत्, पश्यन्तु. कर्तरिकर्मणि च पठतु महोदय, तत्र विशिष्टरूपाणि कानिचन सन्ति पूर्वतने पुटे. कर्तरिकर्मणि च प्रथमपुरुषस्य एकवचनरूपम् उच्चैः पठत विशेषक्रियपदानि. लिखितमस्ति खलु? श्रूयते. कुत्र अस्ति? यत्र जि इति अस्ति, जयति जयति जीयते. श्रूयते. न श्रूयते इति किं? सर्वं पठतु कृपया. अस्तु. जयति जीयते, चिनोति चीयते. ची धातुः, धातुः ची. अस्तु. ची धातुः चिनोति चीयते. अधि धातुः अधि उपसर्गपूर्वकः ई धातुः. योगः ई अधीते अधीयते. अत्र धातुः अस्ति ई. अधीयति उपसर्ग, उपसर्गः उपसर्गपूर्वकः ई धातुः. इति गत्यार्थकः धातुः अस्ति, गत्यार्थे अस्ति. इ इति ए इति गच्छति इति अस्मिन् अर्थे ए इति. वस्तुतः स च ई धातुः भिन्नधातुः अस्ति गत्यार्थकः. त्रयः ई धातवः सन्ति, त्रयः. अयम् अध्ययनार्थे अस्ति. नित्य अधि उपसर्गपूर्वकः अस्ति, नित्यम्. अयम् ई धातुः एकाकी न कदापि भवति, न कदापि. सर्वदा एव अधि उपसर्गपूर्वकः अस्ति, गत्यार्थकः नास्ति, अध्ययनार्थे अस्ति. अस्तु अस्तु. अधीते अधीयते. अग्रे श्रु धातु शृणोति श्रूयते. स्तु धातु स्तौति स्तौति स्तूयते. ध्याय धातु ध्यायति ध्यायते. घ्रा धातु जिघ्रति घ्रायते. हा अस्तु. सन्ध्या भगिनी अग्रे. सप्तः वा? क्षम्यतां, कुत्र अस्ति इति जानाति वा? क्रीडातुः तत्र पूर्वतने पुटे अस्माकं परन्तु अभ्यासे न, अभ्यासे इति न. ओ क्री धातुः. अस्तु. नी धातुः न, क्री क्री. ओ क्री धातुः. क्री क्रीणाति क्रियते. नी नयति नीयते. कृ करोति क्रियते. धृ धरति ध्रियते. वृ वृणोति व्रियते. तृ तृ तरति तीर्यते. ध्मा धमति ध्मायते. ध्मायते. अत्र वस्तुतः अत्र लिखितमस्ति विशेषक्रियपदानि. विशेषक्रियपदानि न सन्ति, एकमेव भिन्नम् अस्ति अत्र. श्रुधातुः, श्रुधातुः अस्माकं नियमानुसारं न प्रवर्तते. केवलं श्रुधातुः, तद् विहाय सर्वाणि रूपाणि सामान्यानि सन्ति. अत्र सूत्राणि सन्ति खलु, सूत्राणि अस्माभिः दृष्टानि. तत्र इकारस्य हरस्व इकारस्य दीर्घः भवति, दीर्घीकारस्य तिष्ठति एव दीर्घीकारः. अनन्तरं स्तु धातुः, तत्र उकारस्य दीर्घः भवति. ऐ जन् तत्र ऐकारस्य तत्र भवति आकारः, एजन्तस्य आत्वं भवति. अनन्तरं आकारान्तानां तु तिष्ठति एव, घ्रा घ्रायते ध्वा ध्मायते इति सामान्यमस्ति. अपवादः अस्ति यत् आकारस्य इत्वं घूमा स्था इति सूत्रेण. केवलं श्रुधातुः, श्रुधातुः किं भवति स्म न श्रुधातुः अपि क्षम्यतां, तत्र मम अपि तत्र श्रुधातुः अपि यथावत् अस्ति, नाम अत्र किमपि सर्वं समानमस्ति एव. श्रुधातुः अपि अजन्तानां दीर्घः भवति खलु, स्तुधातुः स्तूयते, श्रुधातुः श्रूयते, तदपि नास्ति. नाम अत्र अत्र वैशिष्ट्यं नास्ति किमपि, सर्वं नियमानुसारं भवति. श्रुधातुः श्रूयते अपि तथा. अस्तु तर्हि अग्रे शिपाभगिनी अग्रे अग्रिमम् अस्ति किं श्रुण्वन्ति श्रूयते पञ्चमं सा लेखनी क्रीणाति, लेखनीं लेखनीं क्रीणाति, तया लेखनी लेखनी क्रियते. हा क्रियते, धातुः क्रियते, तत्र भ्रमः भवति यत् तत्र वैशिष्ट्यमस्ति कर्तरिपयोगे, तत्र ऋ इति भवति शृणोति, किन्तु धातुः अस्ति श्रु. मनसि भवेत् नाम धातुः कः, यत्किमपि क्रियापदं भवतु नाम तस्य धातुः कः, धातुः ज्ञायते चेदेव तस्य कर्मणि प्रयोगः निर्मातुं शक्यते अस्माभिः. कर्मणि प्रयोगस्य कृते धातुः अपेक्षितः नितराम्. अस्तु अग्रे सुब्रह्मण्यमहोदय अग्रे. आं महोदय, आम् इदानीं सेवकः स्यूतान् नयति, अत्र धातुः अस्ति नि, सेवकेन स्यूताः नीयन्ते. हा समीचीनमस्ति, सर्वे धातुं वदन्तु. अग्रे अग्रे अस्ति महोदय. हा भवानेव वदतु. आम् नीयते नीयन्ते. हा हा हा हा तत्र दोषः अस्ति, धन्यवादः. हा पुनः तत्र वदतु भगिनी पुनः. न महोदय, नीयन्ते इति उक्तवान् अहम्. ओ भवानेव, हा नीयन्ते इति एव नीयन्ते इति उक्तवान्, स्यूताः नीयन्ते नीयन्ते इति. हा सम्यक् एव, तर्हि प्रश्नः कः आसीत्, नीयन्ते इति अस्ति समीचीनम्. नीयन्ते किमर्थमस्ति, स्यूताः बहुवचनमस्ति खलु महोदय. कर्मपदं बहुवचनं न न पश्यतु, कर्तरिप्रयोगे सेवकः तु स्यूतान् नयति इत्यस्मिन् वाक्ये सेवकः इति कर्तृपदमस्ति. किमर्थं ध्वनिः प्रतिध्वनिः अस्ति, कर्तृपदमस्ति सेवकः. तत्र कस्यचित् हेड्फोन् अस्ति वा अथवा स्पीकर्फोन् इति मास्तु. सेवकः कर्तरिप्रयोगे धातो कर्तरिप्रयोगे क्रियापदस्य रूपं कर्तृपदम् अनुसृत्य भवति. कर्मपदं क्षम्यतां, कर्तृपदं कर्तृपदम् अनुसृत्य भवति. कर्तृपदम् एकवचने अस्ति चेत् सेवकः कर्तृपदम्, एकवचने अस्ति चेत् इति सामान्यनियमः. बहुभ्यः दिनेभ्यः वयं तु जानीमः खलु, सेवकः नयति, सेवकाः नयन्ति. सदैव महोदय अवगच्छामि. सेवकः नयति, सेवकाः नयन्ति, किन्तु कर्मणि प्रयोगे कर्मपदम् अनुसृत्य भवति क्रियापदम्. अतः सेवकाः स्यूतं नयति, नयन्ति सेवकाः स्यूतं नयन्ति इति, सेवकाः स्यूतं नयन्ति इति भवान् एव करोतु कर्मप्रयोगे. अस्तु करोतु. सेवकाः स्यूतं नयन्ति. सेवकाः स्यूतं नयन्ति. हा, कर्मणि प्रयोगे सेवकाः सेवका सेवकैः स्यूतः नीयते. हा, नीयते. एकवचनं नीयते किमर्थम्? नीयन्ते. न, समीचीनमेव. नाम कर्तरिप्रयोगे क्रियपदं भवति कर्तृपदम् अनुसृत्य, कर्मणि प्रयोगे क्रियापदं भवति कर्मपदम् अनुसृत्य. अत्र स्यूतः अस्ति एकवचने, अतः नीयते. स्यूतः स्यूतः नीयते, स्यूताः किं स्यूताः नीयन्ते. हा, स्यूताः नीयन्ते. इदानीं समीचीनं प्रतिध्वनिगच्छामि. अवगच्छति. अग्रिमं करोतु. तदेव महोदय, अग्रे. हा, आम्, सप्तमम्. आम्, सचिवाः कार्यं कुर्वन्ति. सचिवैः कार्यं क्रियन्ते. अक्रियन्ते इति न, क्रियन्ते. ह्रस्वीकारः क्रियन्ते. क्रियन्ते इति नास्ति अत्र, अत्र कार्यमस्ति. ओ, क्षम्यतां. आम्, किमस्ति वाक्यं वदतु. सचिवैः, हा, सचिवैः कार्यं क्रियते. क्रियते एकवचने अस्ति. कार्यम् एकवचने, क्रियते एकवचने अस्ति. अस्तु, कृपया म्यूट् करोतु. द्रष्टुमिच्छामि यत् प्रतिध्वनिः समाप्यते न वा. अस्तु, हरि ओम्. पश्यतु, न म्यूट् कृतवान्. अस्तु, अग्रे गच्छेम. न जानामि किमस्ति. श्रीनिवास महोदय, अग्रे. अस्तु महोदय. बालिकाः वस्त्राणि धरन्ति. बालिकयाः न, बालिकाः, तस्य तृतीय बालिकाः, बालिका न, बालिकाभिः, बालिकाभिः वस्त्राणि, बालिकाभिः वस्त्राणि धार्यन्ते. धातुः कः? धातुः कः? धृधातुः अस्ति. धृ ह्रस्वकारान्त धातु, धातुः ह्रस्वकारान्त धातुः धृ, यथा कृ धातुः. कृ करोति, कृ करोति किं भवति? कृ क्रियते, धृ ध्रियते. हा, पुनः वाक्यं वदतु. बालिकाभिः वस्त्राणि क्रियन्ते. अस्तु, समीचीनमस्ति. सञ्जीव महोदय, वरः कन्यां वृणोति. वरेण कन्या व्रियते. समीचीनमस्ति. धातुः अस्ति वृ. वृधातुः अस्ति. बहु समीचीनमस्ति. कस्यचित् स्पीकर् फोन् अथवा ब्लूटूत् अथवा हेड्फोन् किमपि नास्ति खलु? अनेन अस्माकम् एतत् सर्वं भवति समस्या. शुभा भगिनी अग्रे. सैनिकः नदीं हरति. धातुः कः? सैनिकेन नदी तीर्यते. दीर्घैकारः अस्ति. तीर्यते. अस्तु, मीना भगिनी अग्रे. भक्तः देवं ध्यायति. यै ध्यातुः. भक्तेन देवः ध्यायते. समीचीनं. लक्ष्मी भगिनी अग्रे. भाषाकारः विषयं प्रस्तौति. भाषाकारेण विषयः. भवत्याः पुस्तके किम् अस्ति? भाषणकारः. आं महोदय, भाषणकारः विषयं प्रस्तौति. धातुः कः? स्तु धातुः. उपसर्गपूर्वः, प्रा उपसर्गपूर्वकः स्तु धातुः. भाषणकारेण विषयः प्रस्तूयते. समीचीनमस्ति. अग्रे, सुब्रह्मण्यमहोदय अग्रे. वयं गीतानि शृणुमः. अत्र धातुः अस्ति सृ. अस्माभिः गीतानि श्रूयन्ते. समीचीनमस्ति. अग्रे, सन्ध्या भगिनी अग्रे. यूयं सत्कार्यं कुरुथ. मध्यमपुरुष त्वं युवां यूयम्. युवां युष्माभ्याम्. युवाभ्याम् इति अस्ति. त्वं युवाभ्यां युष्मभ्यं. युष्मभ्यं सत्कार्यं आं क्रियते. युष्मभ्यं सत्कार्यं. क्षम्यतां, चतुर्थी इति मया उक्तं. तृतीया किं स्यात्? युष्माभिः महोदय. युष्माभिः. अस्तु, युष्माभिः सत्कार्यं क्रियते. युष्माभिः सत्कार्यं क्रियते. समीचीनमस्ति. सहदेव महोदय अन्यूट् कृत्वा वदतु. क्षम्यतां महोदय, क्रियद्वे इति रूपमस्ति. किं क्रियद्वं कुरुत कुत्र किं कुरुत इति क्रियद्वे इति क्रीडातु अस्ति. क्रियद्वे इति न न किमपि नास्ति तथा. भगिनी अत्र कर्मपदस्य वचनं सत्कार्यमस्ति खलु. पुरुषः सत्कार्यमिति उत्तम प्रथमपुरुषः अस्ति. यूयम् इति मध्यमपुरुषे अस्ति अतः कुरुतः, किन्तु सत्कार्यं प्रथमपुरुषे अस्ति अतः क्रियते. न न भवती उक्तु सम्यक् उक्तवती, बहुवचने अस्ति. न न परन्तु कर्तरि प्रयोगे यूयं बहुवचनम् अस्ति वा? कुरुतः द्विवचनं वा? न कुरुतः कुरुतः बहुवचने अस्ति. कुरुतः कुरुतः बहुवचने अस्ति. अग्रे सहदेव महोदय अग्रे. यतिः भगवन्तं स्तौति. धातुः धातुः स्तु. यतिः पुल्लिङ्गशब्दः. हां मुनिशब्दवत् मुनिः. हा आम् तृतीयविभक्ति यत्या. न न मुनि किं भवति मुनिशब्दः? मुनिशब्दः न जानामि. शपा भगिनी वदतु. मुनि तृतीया मुनिना. मुनिः तृतीया मुनिना. मुनि मुनिना यति महसरे महोदय. हा मुनि मुनिना यतिना. यतिना आम् भगवन्तं नपुंसकलिङ्गशब्दः. आम् न पुल्लिङ्गशब्दः अस्ति किन्तु हल्शब्दानां हलन्तशब्दानां विषये जानाति वा? भगवत् इति तकारान्तशब्दः अस्ति. तकारान्तशब्दानां विषये जानाति वा? न स्मरामि. अस्तु सन्ध्या भगिनी वदतु प्रथमाविभक्तौ किमस्ति. भगवन्तं प्रथमाविभक्तौ किमस्ति सन्ध्या भगिनी वदतु. अहमपि न स्मरामि महोदय. अस्तु सुब्रह्मण्यमहोदय वदतु. अत्र भगवान् अस्ति महोदय. परिचितशब्दः सर्वेषां खलु भगवान्. यथा भवान् तथैव. सहदेव महोदय वदतु. आम् यतिना भगवान् स्तूयते. समीचीनमस्ति, बहु सम्यक् अस्ति. अग्रे सन्दीप महोदय अग्रे पठतु कृपया. महोदय अहं चतुर्थं वाक्यं न कृतम् इति मन्ये. किं किं चतुर्थं वाक्यं पूर्णं न अभवत्? अधिकारी विचारान् शृणोति, तस्य अभ्यासः पूर्णः न अभवत्. किं वक्तुमिच्छति न उक्तं मया. चतुर्थं वाक्यम् अस्ति अधिकारी विचारान् शृणोति. किं तस्य कर्मणि प्रयोगे रूपं न कृतवन्तः वयं न कृतवन्तः. अस्तु करोतु. अधिकारिणा विचाराः श्रूयन्ते. इति श्रीनिवासमहोदयस्य वाक्यं भवति स्म. अस्तु अग्रे अग्रे अस्ति अवधेयम्. यदि धातोः आरम्भे वा दृश्यते तर्हि तस्य उ इति परिवर्तनं भवति. यथा वद् कर्तरिप्रयोगे अस्ति वदति, कर्मणि भवति उद्यते, वकारः ऊकारे परिवर्तनं भवति. वच् धातुः कर्तरिप्रयोगे वक्ति, कर्मणि प्रयोगे उच्यते, तथा तत्रापि वकारस्य उकारे परिवर्तनं. वप् धातुः कर्तरि वपति, कर्मणि उप्यते. वह् धातुः कर्तरि वहति, कर्मणि उष्यते इति अस्ति. अग्रे ह्वे धातुः आ उपसर्गपूर्वकं, कर्तरि आह्वयति, कर्मणि आहूयते. अत्र वकारस्य दीर्घ ऊकारे परिवर्तनं भवति. हा, सचनियमः भिन्नः अस्ति, किन्तु उपरि रक्तवर्णे यत् वद् वच् वप् वः, तत्र सम्प्रसारणमिति किञ्चन कार्यं भवति. तस्य सम्प्रसारणस्य नियमः इदानीं न वदामि, किन्तु सम्प्रसारणमिति सम्प्रसारणिनः दातवः सन्ति वद् वच् वप् वः, सम्प्रसारणपरिवर्तनं भवति. अस्तु अभ्यासः अस्ति. वसति अपि तथा एव वस पुष्य वच् वच् इति वक्ति वस् वसति अपि तथा उष्यते उष्यते वस् अपि तथा वसति. समीचीनम्. अस्तु श्रीनिवासमहोदय अग्रे पठतु कृपया. आं महोदय अभ्यासः. यथोचितेन कर्मणि प्रयोगेण स्थानि पूरयत. योगः सः सः वक्ति सः वक्ति न न न किं वद् दातु. अत्र कर्मणि प्रयोगः अपेक्षितः. वदति कर्तरि वदति, किन्तु कर्मणि कर्मणि उच्यते तेन. तेन उच्यते वद् वद् तेन उच्यते. तथा उच्यते अनन्तरम् आह्वय आहूयते इति उपरि दत्तमासीत्. अस्तु लक्ष्मीभगिनी अग्रे. शिक्षकेण तौ उद्येते. हा शिक्षकेन अस्ति. शिक्षकेण तौ उच्येते. शिक्षकेण तौ आहूयेते. शिक्षकेण ते उद्यन्ते. शिक्षकेण ते उच्यन्ते. शिक्षकेण शिक्षकेण ते शिक्षकेण ते आहूयन्ते. शिक्षकेण त्वम् उच्ये. न न त्वम् उच्ये किं कुत्र अस्ति भवती वद् धातुः. ओ वद् वद् धातु सारी. शिक्षकेण त्वं उद्ये न उद्ये इति कुत्र अस्ति उद्यते इति उद्यते उद्यते शिक्षकेन त्वम् उद्यसे त्वमिति अस्ति प्रकाशते प्रकाशेते प्रकाशन्ते अन्ते प्रकाशसे अत्र आत्मनिपदि धातु भवति एतत् सर्वं त्वं उद्यसे नगरे शिक्षकेण त्वं उद्यसे शिक्षकेण त्वम् आहूयसे अस्तु समीचीनमस्ति सञ्जीवमहोदय अग्रे शिक्षकेण युवां वदधातु उद्येते शिक्षकेण युवाम् उच्येते शिक्षकेण युवाम् आहूयेते सुब्रह्मण्यमहोदय अग्रे शिक्षकेण यूयम् उद्यध्वे शिक्षकेण यूयम् उच्यध्वे शिक्षकेण यूयम् आहूयध्वे समीचीनं सहदेवमहोदय अग्रे अहं शिक्षकेण ओ क्षम्यतां शिक्षकेण अहम् उद्ये हा शिक्षकेण उच्ये अहम् उच्ये ओ अहम् उच्ये शिक्षकेण शिक्षकेण क्षम्यतां शिक्षकेण अहम् आहूये आहूये समीचीनमस्ति अग्रे श्रीनिवासमहोदय अग्रे शिक्षकेण आवाम् उद्यावहे शिक्षकेण आहाम् उच्यावहे शिक्षकेण आहाम् आहूयावहे आहूयावहे अन्ते सन्ध्या भगिनी करोति वा शिक्षकेण वयम् उद्यामहे शिक्षकेण शिक्षकेण वयम् उच्यामहे शिक्षकेण वयम् आहूयामहे सम्यक् अस्ति शिक्षकेण शिक्षकेण वयम् आहूयामहे अस्तु समीचीनमस्ति तत्र विरमामः तर्हि इतः अग्रे गच्छेम अग्रिमसप्ताहे सर्वेषां धन्यवादः नमस्कारः नमस्कारः धन्यवादः धन्यवादः